गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि विरुद्धहेत्वाभासः इति पाठः अस्माभिः समापितः अस्ति। तत्र शब्दः नित्यः कृतकत्वात् साध्याभावव्याप्तः हेतुः विरुद्धः इति लक्षणं शब्दः नित्यः कृतकत्वात् इति उदाहरणम् आसीत्। कृतकत्वं हि नित्यत्व अभाव अभावेन अनित्यत्वेन व्याप्तम्। यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वं, यत्र यत्र अनित्यत्वाभावः तत्र तत्र कृतकत्वाभावः इति अनित्यकृतत्वयोः मध्ये व्याप्यव्यापकभावः अस्ति, व्यापकव्याप्यभावः अस्ति इति कृत्वा कृतकत्वम् इति हेतुं स्वीकृत्य शब्दे नित्यत्वं न साधयितुं शक्नुमः इति अस्माभिः अवगतम्। तर्हि अग्रिमपाठः अस्ति विरुद्धसत्प्रतिपक्षयोः मध्ये भेदः कः इति। किन्तु तस्मात् पूर्वं यदि भवन्तः सिद्धाः सन्ति तर्हि अस्मिन् एतदुदाहरणं स्वीकृत्य शब्दः नित्यः कृतकत्वात् इति उदाहरणं स्वीकृत्य अत्र प्रतिबद्धज्ञानस्य आकारः कः इति एतत् सर्वं चिन्तयेम इति मया चिन्तितं। मेहुल् महोदय, भवान् सिद्धः अस्ति किम्? अहं तु केवलं कोऽपि सिद्धः नास्ति, परन्तु तत्र केवलं कुर्मः। किन्तु सत्यभामभगिनी सिद्धा अस्ति वा? महोदय, वक्तुं शक्यते इति एव रैट् इट्। अस्तु, तर्हि मिलित्वा कुर्मः, मिलित्वा कुर्मः। तर्हि मेहुल् महोदय, भवान् आरब्धं करोतु, अहं साक्षात् स्प्रेड्शीट् मध्ये लिखामि। अस्तु अस्तु। तर्हि प्रतिबद्धज्ञानस्य आकारः कः अत्र? अस्तु, विरुद्धः इति अस्ति, पक्षः शब्दः, अतः प्रतिबद्धज्ञानस्य आकारः इति शब्दः नित्यत्ववान् इति अनुमितिः इति प्रतिबद्धज्ञानं शब्दः नित्यत्ववान् इति। एकनिमिषं, शब्दः नित्यत्ववान् अस्तु, चिन्तयेम। एतत् समीचीनं वा इत्युक्ते अत्र किं न जायते? अनुमितिः न जायते वा, नो चेत् परामर्शः न जायते वा? परामर्शः एव न जायते प्रथमतया। तर्हि परामर्शः प्रतिबद्धज्ञानं भवेत् खलु? इदानीं यद्भवता उक्तं तत्र शब्दः नित्यत्ववान् इति अनुमितिः। आम् आम्। किन्तु वस्तुतः अत्र कः क्लेशः अस्ति? शब्दः नित्यः कृतकत्वात् इत्यत्र शब्दः तु अनित्यः एव, अतः तदेव दोषः अस्ति। न, शब्दः अनित्यः इति नास्ति, अत्र शब्दः नित्यः कृतकत्वात्। अत्र एवं चिन्तनीयं महोदय, शब्दः इति पक्षः अस्ति खलु? आम् आम्। सरि, पक्षः साध्यसन्दिग्धवान् भवेत् खलु? आम् आम्। तर्हि यथा भवता उक्तं तादृशं न वक्तव्यं, शब्दः अनित्यः इति वस्तुस्थितिः इति न वक्तव्यं, तद् अस्माभिः न ज्ञातम्। अस्तु अस्तु। साध्यसन्दिग्धवान् अस्ति, शब्दे नित्यत्वमस्ति वा अनित्यत्वमस्ति वा इति संशयः। यः इदानीम् अध्वानं कुर्वन् कर्तुम् इच्छति तस्मिन् मनसि सन्देहः वर्तते। सत्यम्। अस्तु, तर्हि अत्र सामान्यचिन्तनं कुर्मः। विरुद्धः इत्यत्र साध्यसामानाधिकरण्यम् अपि न भवेत्। साध्य अभावत् आवृत्तित्वं उभयमपि न भवेत्। आम् आम्। साध्य अभावत् आवृत्तित्वमपि न भवेत्, उभयमपि यत्र न भवति। तर्हि साध्यसामानाधिकरण्यम् इत्यनेन अत्र हेतु धर्मता उक्ता अस्ति खलु? पक्षधर्मता पक्षधर्मता साध्यसामानादिकरण्यं हेतौ साध्यसामानादिकरण्यमस्ति चेत् पक्षधर्मता अस्ति इति साध्यं यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे हेतुः अस्ति चेत् हेतौ पक्षधर्मता अस्ति सत्यं तर्हि साध्यसामानादिकरण्यं नास्ति इत्युक्ते पक्षधर्मता नास्ति अपि च साध्य अभावत् आवृत्तित्वम् अस्मिन् सन्दर्भे साध्य अभावत् आवृत्तित्वम् इति पूर्वपक्षी लक्षणं न स्वीकृतम् अत्र किं स्वीकृतम् अत्र तृतीयः व्याप्तिः स्वीकृतः अस्ति तृतीयं सत्यं साध्याभावव्यापकीभूतभावप्रतियोगित्वं हा तर्हि व्याप्तिः अपि नास्ति उभयमपि नास्ति व्याप्तिः अपि नास्ति पक्षधर्मता अपि नास्ति नास्ति तदेव विरुद्धः तर्हि इदानीम् अनुमानं जातुम् अत्र चत्वारि ज्ञानानि अपेक्षितानि इति अस्माभिः अधीतं प्रथमं पक्षधर्मता ज्ञानं भवेत् द्वितीयं व्याप्तिज्ञानं भवेत् उभाभ्यां ज्ञानाभ्यां किं जायते परामर्शः जायते हा तर्हि इदानीं पक्षधर्मता अपि नास्ति अपि च व्याप्तिः अपि नास्ति इति कृत्वा परामर्शः एव न जायते खलु आं सत्यं यदा परामर्शः जायते तदा एव अनुमितिः जायते अतः अत्र प्रतिबद्धज्ञानं किम् हा परामर्शः एव प्रतिबद्धज्ञानं तर्हि प्रतिबद्धज्ञानस्य आकारं वदतु इत्युक्ते परामर्शस्य आकारः वक्तव्यं तर्हि यदि शब्दः नित्यः कृतकत्वात् इति अनुमितिः जायेत तदा तत्र परामर्शः कीदृशः भवेत् पर्वतः वन्यमान् धूमात् इत्यत्र अयं पर्वतः वन्यमान् इति धूमव्याप्य पर्वतः वह्निव्याप्य पर्वतः धूमवान् इति सत्यं वह्निव्याप्य धूमवान् अयं पर्वतः वह्निव्याप्य एवम् अत्र किं वक्तव्यं हा अत्र नित्यत्वव्याप् शब्दः कृतकत्ववान् इति न न पुनः वदतु नित्यत्वव्याप्य कृतकत्ववान् शब्दः न वह्निव्याप्य धूमवान् अयं पर्वतः आमां नित्यत्वव्याप्य कृतकत्ववान् अयं शब्दः इति हा नित्यत्वव्याप्य तदा मया लिखितम् इदानीं नित्यत्वव्याप्य पृथकत्वान् अयं शब्दः इति परामर्शः परामर्शः न जायते खलु अस्तु तर्हि प्रमात्मकनिश्चयात्मकज्ञानं किम् अत्र अत्र तर्हि तृतीयविध व्याप्तिः इति वयं स्वीकृतवन्तः अतः न इदानीं परामर्शस्य अत्र प्रतिबद्धज्ञानं प्रतिबद्धज्ञानं किं ज्ञानं प्रतिबद्धमस्ति परामर्शज्ञानं प्रतिबद्धमस्ति तस्य ज्ञानस्य प्रतिबन्धकः किमपि भवेत् यज्ज्ञानं प्रमात्मकं भवेत् सत्यं तर्हि निश्चयज्ञानं भवेत् शब्दः अनित्यत् साध्य अभावव्याप्य इति भवति वा महोदय नित्यत्व किन्तु इदानीं साध्यं किं नित्यत्व कृतकत्वं किं हेतुः किम् इति वयं जानीमः खलु एवम् अत्र पश्यतु अनित्यत्वव्यापकः नित्यत्वाभावव्याप्य कृतकत्ववान् इति सत्यं नो चेत् अत्र अनित्यत्व सत्यम् अनित्यत्वव्यापककृतकत्ववान् अयं शब्दः विपरीत सत्यं यत् इति प्रमात्मकनिश्चयः अस्ति तदेव अत्र मूलग्रन्थकारेण दत्तं पृथक्त्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति ज्ञानम् अस्माभिः अस्माकं कृते अस्ति इति कृत्वा नित्यत्वव्याप्य व्याप्य पृथक्त्ववान् अयं शब्दः इति परामर्शः न जायते. अस्तु अत्र इति परामर्शः इति न लेखनीयम् इति ज्ञानम्. अस्तु अत्र केन प्रमाणेन भवतु. तर्हि अत्र समानविशेष्यं किम्? शब्दत्वम् इति समानविशेष्यं न विशेष्यं शब्दत्वं किमर्थम्? विशेष्यं तु शब्दः शब्दः शब्दः. अस्तु समानविशेष्यता अवच्छेदकं किं? शब्दत्वम्. अस्तु प्रतिबद्धज्ञाने प्रकारः कः? हा प्रतिबद्धज्ञाने प्रकारः अस्ति नित्यत्वव्याप्यकृतकत्वम्. हा अस्तु तत् स्थापयामि. अस्तु प्रतिबन्धकज्ञाने प्रकारः कः? अनित्यत्वव्याप्यकृतकत्वम् खलु. अनित्यत्वव्याप्यकृतकत्वम्. अस्तु प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः कः? नित्यत्वव्याप्यकृतकत्वत्वम् कृतकत्वत्वम् कृतकत्वत्वम् इति धर्मः तदेव खलु. नित्यत्वव्याप्य कृतकत्वं कृतकत्वत्वं कृतकत्वत्वम् इति तस्य भावः. प्रतिबन्धकज्ञाने प्रकार अभावप्रतियोगिता अवच्छेदकः. प्रकार अभाव नित्यत्वव्याप्य कृतकत्वाभाव तस्य अभावप्रतियोगी इति प्रकृतकत्वत्वम् एव. तर्हि अनित्यत्वव्याप्यकृतकत्वत्वम् तावदेव. अस्तु तदनन्तरं तद्वत्ता बुद्धिं प्रति तदभाववत्ता निश्चयः तदभाववत्ता व्याप्त तदभावव्याप्यवत्ता निश्चयः. अत्र मुद्रा कः? तदभावव्याप्यवत्ता निश्चयः. अस्तु तर्हि अत्र तस्य आकारः कः? अत्र तद् इत्यत्र किं स्थातव्यम्? तद् इत्यनेन प्रतिबद्धज्ञाने यः प्रकारः अस्ति तदेव. तद् वदतु. तर्हि नित्यत्व नित्यत्वव्याप्यकृतकत्वत्वम् इति. तदभावव्याप्यवत्ता निश्चयः. वस्तुतः अत्र तदभाववत्ता व्याप्यवत्ता निश्चयः इति अत्र विरुद्धः इत्यत्र साध्यसामानादिकरण्यमपि नास्ति, व्याप्तिः अपि नास्ति, पक्षधर्मता अपि नास्ति, व्याप्तिः अपि नास्ति, उभयमपि नास्ति खलु. सत्यम्. किन्तु अत्र तद् अभावव्याप्यवत्ता निश्चयमुद्रा एव स्वीकृतः अस्ति. अस्तु प्रथमं तद् वदेम. तद् इति पदेन किं स्वीकर्तव्यम्? नित्यत्वाभाव व्याप्यः नित्यत्वाभावव्याप्यः कः इति कृतकत्वम्. अत्र 260th पेज् मध्ये अन्ते अस्ति खलु महोदय. 260 प्रकृते अपि च कृतकत्वं नित्यत्वाभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति निश्चयः अयं साध्य अभावव्याप्तिं हेतौ अवगाहते. अतः तदभावव्याप्यवत्ता निश्चयमुद्रा विरोधी भवति. तर्हि तद् इति पदेन किं ग्राह्यं? कृतकत्वं नित्यत्वं स्वीकर्तव्यं, नित्यत्वं नित्यत्वभावव्याप्यस्य अस्ति, अतः नित्यत्वं नित्यत्वाभाव व्यापकीभूताभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति तदभावत्ता व्याप्यमुद्रया खलु? आम् आम्। तदा तदभाव तदभाव व्याप्यवत्ता उपरि लिखितमस्ति तत्र हा व्याप्यवत्ता निश्चयः निश्चयः अस्तु। तदनन्तरं हेत्वाभास लक्षणसमन्वयः इत्युक्ते अत्र दोषः कः इति वक्तव्यं। तदनन्तरं समूहालम्बनं स्वीकृत्य दोषवत्त्वं दुष्टे अस्ति इति अस्तु। हेत्वाभासस्य लक्षणम् अस्ति यद्विषयकत्वेन ज्ञानस्य अनुमिति प्रत्यत्वं, तर्हि यत्पदेन नित्यत्व अभाव व्याप्य कृतकत्वस्य ग्रहणात् तत्त्वं तादृशकृतकत्वे आगतम् इति दोषलक्षणसमन्वयः। तर्हि नित्यत्व अभाव व्याप्य कृतकत्वम् इति एव दोषः खलु? नित्यत्वाभावव्याप्यकृतकत्वं नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं यत्पदेन हा इति दोषः। नित्यत्वाभावव्याप्यकृतकत्वम् इति दोषः तत् कृतकत्वे आगन्तव्यं, तर्हि तदर्थं समूहालम्बनज्ञानम् अस्ति अत्र नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति सत्यम्। हा इति समूहालम्बनज्ञानम्। तदनन्तरम् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वम् अवच्छेदकवत्वम् इति अत्र कृतकत्वम् उभयत्र अस्ति, नित्यत्वाभावव्याप्यकृतकत्वं तदनन्तरं कृतकत्वम् अपि अस्ति इति अस्ति। अस्तु तर्हि एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वम् अवच्छेदकं किम्? यत्र कृतकत्वत्वं कृतकत्वत्वम् इति एव कृतकत्वत्वं द्वयोः द्वयोः धर्मः कृतकत्वत्वं नित्यत्वाभावव्यापकीभूतकृतकत्वे अस्ति, कृतकत्वे अपि अस्ति सत्यम् इति कृत्वा आम् आम् तावदेव खलु? आम् आम् तर्हि तदनन्तरं कृतकत्वत्वं कृतकत्वत्वं हा तदेव एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वं कृतकत्वत्वम् अवच्छेदकम् हा अवच्छेदकं सत्यम् अवच्छेदकं कृतकत्वम् अस्ति कृतकत्वम् अस्ति इति कृत्वा तादृशकृतक अवच्छेदकवत्वं कुत्र अस्ति? नित्यत्वाभावव्याप्य नित्यत्वाभावव्याप्यकृतकत्वे अपि अस्ति अपि च कृतकत्वे अपि अस्ति। तर्हि सर्वं सामञ्जस्यं भवति। अस्तु सत्यभौम भगिनी बुद्धं खलु? आं महोदय बुद्धम्। एतदेव सोपानानि खलु? सत्यं सत्यं सत्यम् इत्युक्ते अत्र ग्रन्थकारेण किं कृतं पक्षधर्मतायाः विषये न चिन्तितमेव. इदानीं यद् अभ्यासः अस्माभिः कृतः तेन किं बुद्धम् इति चेत् अत्र केवलं व्याप्तिं स्वीकृत्य व्याप्तिः न सिद्ध्यति इति तेन उक्तम्. अत्र कीदृशव्याप्तिः साध्याभावव्यापकीभूतव्यापकीभूतप्रतियोगित्वम् साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तेः लक्षणम्. तर्हि अस्मिन् व्याप्तिलक्षणे पक्षधर्मता अपि द्योतते वा? अस्मिन् व्याप्तिलक्षणे नास्ति खलु? अस्तु, तर्हि तत्र किञ्चित् वदतु भगिनी. साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति समस्तपदस्य विग्रहवाक्यं वदतु. साध्याभावः साध्यस्य अभावः तस्य व्यापकः व्यापकीभूतः अस्ति. हेतु साध्याभाव व्यापकीभूताभाव तत् नास्ति. व्यापकी साध्याभाव व्यापकीभूताभावप्रतियोगित्ववत् साध्याभावञ्च व्यापकीभूताभावञ्च इति भवति वा महोदय? तदा एव मनसि भवति. अस्तु, वर्षा भगिनी वदतु समस्तपदस्य विग्रहवाक्यम्. आम् महोदय. साध्याभावः व्यापकः यस्य सः इति भवति. अत्र व्यापकी इति छ्वि प्रत्ययस्य योजनेन लब्धम् अभूत तद्भावे इति अर्थे. अतः साध्य अभावः व्यापकः यस्य अस्ति इति एव. समस्तपदस्य विग्रहवाक्यं वक्तव्यम्. साध्याभाव व्यापकीभूताभाव प्रतियोगित्वम् इति समस्तपदं, तस्य विग्रहवाक्यं किम्? साध्यभावः व्यापकः यस्य सः इति साध्य अभावव्यापकः छ्वि प्रत्ययस्य योजने साध्य अभावव्यापकी भूत अभा. न, तादृशं न वक्तव्यं. छ्वि प्रत्ययस्य योजनेन छ्वि प्रत्ययस्य अर्थः कः? यः अभूतमस्ति तस्य अभूतम् अभवत् अभूत तद्भावे इति अर्थम्. हा, तर्हि किमर्थं साध्य अभावव्यापकः इति उक्त्वा तदनन्तरं छ्वि प्रत्ययं योजयति? तत्र च्वि प्रत्ययः न योजनीयः खलु? अत्र व्यापकीभूतः कः? लास्ट् वीक् आल्सो दट् इस् वाट् ऐ आस्ड्. किं तदेव मम शङ्का अपि अस्ति. तत् समये अपि दट् इस् वाट् ऐ आस्ड् दट् टैम् आल्सो, बिकास् हौ केन् इट् बि अ व्यापक एण्ड् देन् सडन्लि बिकम् अभूत तद्भावि व्यापकी? ऐ अण्डर्स्टाण्ड् राङ्ग्ली देन्. अस्तु, मेहुल् महोदय वदतु. साध्याभावव्यापकी भूता इति अस्ति. तत्र साध्यस्य अभावः तेन जातः, साध्य अभावेन जातः इति साध्याभावव्यापकः इति. न न, व्यापकः इति यदा कदापि न वक्तव्यम्. अत्र समस्तपदे किमस्ति? व्यापकः इति पदमेव नास्ति खलु? नास्ति, व्यापकी भूता इति अस्ति. साध्य अभावः इति अस्ति, तदनन्तरं व्यापकीभूत इति मिलित्वा तत्र एकं पदमस्ति. महोदय, इदानीं बुद्धं वक्तुं शक्यते वा? हा, वदतु. साध्य अभावः व्याप्यः यस्य सः इति हेतुं निर्दिश्यते. अतः साध्य अभावः व्याप्य किमर्थम् अत्र बहुव्रीहि वदति? अत्र तु तृतीयतत्पुरुषः न भवितुमर्हति. न, एकनिमिषम्. अत्र व्यापकीभूतः तदेव वदतु. इदानीं साध्य अभावः इति त्यजतु. व्यापकीभूतः इति पदमस्ति खलु? तत्र व्यापकीभूतः व्यापकीभूतः अत्र कः? हेतुः हा हेतुः पूर्वं व्यापकः न आसीत् इदानीं व्यापकीभूतः जातः व्यापकीभूतः जातः वस्तुतः अत्र हेतुः इति न इत्यपि नास्ति हेतु अभावः साध्याभावः हेत्वभावोः मध्ये व्याप्यव्यापकसम्बन्धः अस्ति तर्हि अत्र व्यापकः कः व्याप्यः कः व्याप्यः साध्य अभावः व्यापकः हेतुः अस्तु तर्हि इदानीं वदतु इदानीं वदतु तर्हि व्यापकीभूत अभावः इति स्वीकुर्मश्चेत् हेतु अभावः निर्दिश्यति सत्यं तर्हि हेत्वभावः यद् पूर्वम् अव्यापकः आसीत् इदानीं व्यापकीभूत अभावः जातः केन केन साध्याभावेन साध्याभावेन महोदय पूर्वमपि साध्याभावेन एव व्यापकः अस्ति किल महोदय हेतुः किमर्थं पूर्वं न जातः इदानीं जातः तदेव मम प्रश्नं पुनः पुनः आगच्छति प्रतिपादयतु प्रतिपादयतु पूर्वमेव आसीत् इत्युक्ते किं वदति साध्य अभावेन एव हेतुः व्यापक साध्यः अत्र साध्यम् इत्यस्मिन् स्थाने किमपि स्थापयतु हेतुः इत्यस्मिन् स्थाने किमपि स्थापयतु तदा बुद्धः जायते अवबोधः जायते शब्दः नित्यः कृतकत्ववात् इति एव स्वीकुर्मः अत्र साध्यः भवति नित्यः नित्य अभाव नित्यत्व अभावः साध्यः किम् नित्यत्व अभावः नित्यत्व अभावेन एव कृतकत्वं व्यापकीभूतः अस्ति तत् पूर्वमपि अस्ति नो टैम् सडन्लि वेर् इट् इस् बिकमिङ्ग् व्यापकः सो वै डु वि से पूर्वम् अभूत् इदानीं भूतः ज्ञानं न जायते इति भवान् उक्तं तादृशं पूर्वं तत्र हेतु अभावः इति सामान्यतया अस्ति किन्तु यदा साध्याभावं साध्याभावविषये चिन्तयामः तदा एव व्याप्यव्यापकभावः जायते खलु इत्युक्ते अग्निः अस्ति धूमः अस्ति तर्हि केवलम् अग्नेः विषयं चिन्तनं कुर्मश्चेत् व्यापकत्वं न द्योतते केवलं धूमः चिन्तयेमश्चेत् व्याप्यत्वमपि न द्योतते उभयमपि मिलित्वा यदा व्याप्यव्यापकभावचिन्तनम् अस्माभिः क्रियते तदा एकः व्याप्यी भवति अन्यत् व्यापकी भवति खलु अस्माकं चिन्तनं यदा प्रवर्तते अस्माकं चिन्तनं यदा प्रवर्तते तदा एव तत्र व्यापकत्वं व्याप्यत्वम् इति धर्माः आगच्छन्ति वस्तुतः अग्नौ व्यापकत्वं स्वरूपतः नास्ति पूर्वमेव अस्ति अस्ति इति भवती वदति तदर्थमहं वदामि यदा अहं चिन्तयामि अस्तु इदानीं भवतः पुरतः वस्तुद्वयमस्ति इति चिन्तयतु एका लेखनी अस्ति अन्यत् घटः अस्ति इति चिन्तयतु तर्हि इदानीं यदा अहं पृच्छामि भवतीम् अनयोः मध्ये व्याप्यभागभावः अस्ति वा तदा भवती चिन्तयति यत्र यत्र लेखनी तत्र तत्र घटः वा यत्र यत्र घटाभावः तत्र तत्र लेखनी अभावः इति तादृशम् अस्ति वा इति चिन्तयित्वा तदनन्तरं माम् उत्तरयति न तयोः मध्ये व्याप्यभावकः नास्ति इति तर्हि इदानीम् अव्याप्यत्वम् अव्यापकत्वम् इति धर्मद्वयं यदा भवत्याः चिन्तनं समाप्तं तदा तयोः जायते खलु? हा महोदय. हा इति अतः एव मया उक्तम् अत्र कार्यकारणभावचिन्तने द्विधा अस्माभिः अवगतं खलु, विद्यमानसत् कारणत्वं, न्यायमानसत् कारणत्वम् इति. एवम् अत्र व्यापकत्वम् अपि च व्याप्यत्वं यदा कोऽपि चिन्तयति तदा एव तत्र आगच्छति इति कृत्वा व्यापकीभूत इति अवगन्तुं शक्यते. अस्तु, तर्हि इदानीं वदतु. सामान्यविशेषणपूर्वपदसमासम् इति कृत्वा अपि वक्तुं शक्यते. साध्य अभावः व्यापकः इति व्यापकः इति वक्त्वा इति उक्त्वा साध्य अभाव करेक्ट् वा महोदय? करेक्ट् सम्पूर्णं वदतु, तदा भवती एव अवगच्छति अत्र करेक्ट् वा न वा इति. साध्यभावः च असौ व्याप् न इति नास्ति, तत्रैव क्लेशः कृते. साध्य अभावेन व्यापकी व्यापकः जातः कः? हेत्वभावः. इत्युक्ते साध्याभावस्य अपेक्षया, साध्य अभावस्य अपेक्षया यदि हेत्वभावः व्यापकः अस्ति चेत् इति अर्थः. साध्यस्य अभावः साध्याभावः, हेतोः अभावः हेत्वभावः, सः हेत्वभावः पूर्वम् अव्यापकः आसीत्, इदानीं व्यापकः अभवत्. इदानीम् इत्युक्ते कदा? यदा अहं तस्मिन् विषये चिन्तयामि तदा व्यापकः जातः. इत्यतः हेत्वभावः व्यापकीभूत अभावः. केन व्यापकः जातः? साध्य अभावेन करणेन हेत्वभावः व्यापकीभूत अभावः जातः. अतः साध्याभावेन व्यापकीभूत अभावः इति कः? हेत्वभावः. तर्हि साध्याभावेन व्यापकीभूत अभावः, साध्याभावव्यापकीभूत अभावः. तर्हि साध्याभावव्यापकीभूत अभावः इत्यनेन हेत्वभावः उक्तः. तदनन्तरं साध्याभावव्यापकीभूत अभावस्य प्रतियोगी कः? हेतुः. तर्हि तदेव साध्याभावव्यापकीभूत अभावस्य प्रतियोगी, साध्याभावव्यापकीभूत अभावप्रतियोगी इति आगतं. तर्हि साध्याभावव्यापकीभूताभावप्रतियोगी इत्युक्ते किं? हेतुः. तस्य भावः साध्याभावव्यापकीभूताभावप्रतियोगित्वं कुत्र अस्ति? हेतौ. यदि साध्याभावव्यापकीभूताभावप्रतियोगित्वं हेतौ अस्ति इति निश्चीयते तदा व्याप्तिः सिद्ध्यति इति तृतीयपक्षः. बुद्धं वा? हा महोदय. हा, इत्युक्ते साध्य अभावस्य अपेक्षया हेत्वभावः. अतः एव एतल्लक्षणं केवलं व्यतिरेकलक्षणम् इत्युक्ते उभयत्र अभावं स्वीकृत्य व्याप्तिः निर्मीयते. साध्य अभावेन यदि हेत्वभावः व्यापकः जातः इत्युक्ते यत्र यत्र साध्य अभावः तत्र तत्र हेत्वभावः इति वक्तुं शक्यते चेत् व्याप्तिः इत्युक्ते साध्यहेत्वोः मध्ये व्याप्तिः सिद्धा इति अवगन्तुं शक्नुमः इति वदति एतद्लक्षणम्. अस्तु, तर्हि मूलप्रश्नः कः आसीत् इति चेत् इदानीम् अत्र व्याप्तिः साध्याभावव्यापकीभूताभावप्रतियोगित्वम् अस्मिन् हेतौ पृथकत्वे अस्ति वा? नास्ति. साध्याभावः अत्र साध्य इत्यनेन नित्यत्वं, नित्यत्व अभावेन कृतकत्व अभावः व्यापकीभूतः वा इति चेत् न. यत्र नित्यत्वेन एव, नो चेत् नित्यत्वाभावाभावेन एव कृतकत्व अभावः व्यापकीभूतः जातः, न तु विपरीतरीत्या इति कृत्वा साध्याभावव्यापकीभूताभावप्रतियोगित्वं हेतौ नास्ति, अतः अत्र दोषः अस्ति। तर्हि यद्यपि विरुद्धः इत्यत्र साध्यसमानादिकरण्यम् इत्युक्ते पक्षधर्मता न भवेत्, व्याप्तिः अपि न भवेत्, किन्तु अनेन साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति उक्तत्वात् तत्र पक्षधर्मता अपि अस्मिन् लक्षणे आगतं वा न वा इति मया पृष्टम्। तर्हि तत्र मेहुल् महोदय किं चिन्तयति? अस्मिन् लक्षणे पक्षधर्मतायाः ज्ञानं न भवति, केवलं व्याप्तिविषये एव अत्र चिन्तितमस्ति एतस्मिन् लक्षणे। किमर्थमिति प्रतिपादयतु, इत्युक्ते साध्याभाव अत्र वदतु, इदानीं व्यतिरेकवाक्यं वदतु। अत्र यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति, यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः खलु। आम् आम्, इदानीं प्रकृत उदाहरणे यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः अस्ति वा नास्ति वा? प्रकृत उदाहरणे नास्ति, नास्ति। तर्हि इदानीं पश्यतु, इदानीं पश्यतु, यत्र यत्र इति उक्तं खलु। आम् आम्, तर्हि अत्र यस्मिन् सन्दर्भे यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति वदेम, तर्हि यत्र यत्र इति उक्तत्वात् साध्यसामानाधिकरण्यमपि नास्ति इति द्योतते खलु। हा सत्यम्, इति द्योतते खलु। इत्युक्ते यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति उक्तत्वात् तत्र साध्यसम इत्युक्ते अत्र एतादृशसन्दर्भः स्वीकरणीयः अस्ति यत्र साध्यसामानादिकरण्यम् अस्ति किन्तु व्याप्तिः नास्ति। व्याप्तिः नास्ति, तद् किं, तस्य नाम कः? यत्र साध्यसामानादिकरण्यम् अस्ति किन्तु व्याप्तिः नास्ति, इत्युक्ते पक्षधर्मता अस्ति किन्तु व्याप्तिः नास्ति, साधारण हेतुः इति। साधारणहेतुः, तर्हि साधारणहेतोः एकम् उदाहरणं वदतु यदस्माभिः दृष्टं। ह्रदः वह्निमान् धूमात् धूमः इति साधारणहेतुः अस्ति। ह्रदः वह्निमान् धूमात् इति साधारणहेतुः वा? ह्रदे धूमः अस्ति वा? ह्रदे धूमः नास्ति, सत्यं। पर्वतः साधारणहेतोः उदाहरणं किं? पर्वतः वह्निमान् धूमात् इति, पर्वतः वह्निमान् धूमात् प्रमेयत्वात्। हा प्रमेयत्वात्, सत्यं, प्रमेयत्वम् अस्ति पर्वते, पर्वते प्रमेयत्वमस्ति, सत्यं, साध्यसामानीकरणे पर्वते वह्निः अपि भवितुमर्हति। तर्हि तत्र न, क्षम्यतां, तादृशं न वक्तव्यं, प्रमेयत्वं पर्वते अस्ति खलु, तर्हि पक्षधर्मता अस्ति तस्मिन् विषये, किन्तु अत्र पक्षधर्मता अस्ति वा हेतौ? कृतकत्वं शब्दे अस्ति खलु? हा कृतकत्वं तु अस्ति, कृतकत्वं शब्दे अस्ति, तर्हि कथम् अत्र साध्यसामानादिकरण्यं नास्ति इति उक्तम्? हा साध्यसामानादिकरण्यं न भवति, पक्षधर्मता अस्ति किन्तु साध्यसामानादिकरण्यं नास्ति, कृतकत्वं शब्दे अस्ति, पक्षे अस्ति किन्तु साध्यसामानादिकरण्यं नास्ति, इत्युक्ते यत्र यत्र नित्यत्वमस्ति तत्र तत्र कृतकत्वमपि अस्ति इति एकमपि सन्दर्भः न वक्तुं शक्यते, न लभ्यते। हा साध्यसामानादिकरण्यं नास्ति इति कृत्वा अत्र न सङ्गच्छते। अस्तु भवतु, तर्हि पक्षधर्मता साध्यसामानादिकरण्यं नास्ति चेत् पक्षधर्मता नास्ति इति प्रायः न वक्तव्यं, न खलु, कथं जानीमः, न जानीमः, न वक्तव्यं, न अस्मिन् सन्दर्भे प्रकृत उदाहरणे अपि कृतकत्वं शब्दे अस्ति, तर्हि पक्षधर्मता अस्ति किन्तु साध्यसामानाधिकरण्यं नास्ति. अस्तु. व्याप्तिः अपि नास्ति. व्याप्तिः अपि नास्ति. अस्तु, तर्हि सर्वम् अस्माभिः चिन्तितम्. इदानीम् अग्रे गच्छेम. विरुद्धः सत्प्रतिपक्षयोः भेदः इत्यत्र. तर्हि अस्माभिः किं चिन्तनीयं? प्रायः गृहपाठरूपेण एतद् अस्माभिः चिन्तयितुं शक्यते. इत्युक्ते पक्षधर्मता, अत्र वस्तुतः चत्वारः विषयाः अस्माकं पुरतः अस्ति. एकं तु पक्षधर्मता, द्वितीयं तु व्याप्तिः, तृतीयं तु साध्यसामानादिकरण्यं, चतुर्थं तु तिस्रः त्रयः व्याप्ति लक्षणाः. त्रीणि व्याप्तिलक्षणानि सन्ति खलु. तयोः मध्ये व्याप्यभावः अस्ति वा इति चिन्तनीयम्. इत्युक्ते यत्र यत्र पक्षधर्मता अस्ति वा तत्र तत्र साध्यसामानादिकरण्यम् अस्ति वा न वा इति चिन्तनीयम्. तदेव इदानीम् अस्माभिः चिन्तितं खलु. पक्षधर्मता अस्ति किन्तु साध्यसामानादिकरण्यं नास्ति. प्रकृत उदाहरणे अपि शब्दः नित्यः कृतकत्वात् इत्यत्र कृतकत्वं पक्षे शब्दे अस्ति. तर्हि कृतकत्वे हेतौ पक्षधर्मता अस्ति. किं नास्ति इति चेत् साध्यसामानादिकरण्यं नास्ति. इत्युक्ते यत्र यत्र पक्षधर्मता अस्ति तत्र तत्र साध्यसामानादिकरण्यम् अस्ति इति न वक्तुं शक्यते. तथैव व्याप्तिः अपि. तर्हि तादृशचिन्तनं करणीयम्. अत्र अत्र केवलम् इदानीं न चिन्तयेम, किन्तु गृहपाठे किं करणीयम् इति. एवं वक्तुं शक्यते वा यत्र यत्र पक्षधर्मता तत्र तत्र साध्यसामानादिकरणीयं? नो चेत् विपरीतरीत्या, यत्र यत्र साध्यसामानादिकरणीयं तत्र तत्र पक्षधर्मता, यत्र यत्र पक्षधर्मतायाः अभावः तत्र तत्र साध्यसामान्यकरणस्य अभावः इति वक्तुं शक्यते वा न वा इति तादृशचिन्तनं करणीयम् अभ्यासार्थं. तदा अर्थबोधः समीचीनतया जायते. अस्तु, अग्रे गच्छेम. तर्हि इदानीं 264th पेज् मध्ये विरुद्धसत्प्रतिपक्षयोः भेदः. अत्र सत्प्रतिपक्षः इति एकविध हेत्वाभासः अस्ति. तर्हि एतावत्पर्यन्तम् अस्माभिः किम् अधीतम् इति चेत् सव्यभिचारः अस्माभिः अधीतः, तत्र साधारणः अधीतः, असाधारणः अधीतः अस्ति, तदनन्तरं विरुद्धः इति द्वितीयहेत्वाभासः अस्माभिः अधीतः. तर्हि सव्यभिचारे अनुपसंहारी इति कोऽपि एकः भेदः अस्ति, तद् एतावत्पर्यन्तम् अस्माभिः न दृष्टम् इति मनसि भवेत्. तर्हि इदानीं तृतीय हेत्वाभासः अस्ति सत्प्रतिपक्षः. अस्मिन् पाठे विरुद्धः सत्प्रतिपक्षः, अनयोः मध्ये कः भेदः इति ग्रन्थकारः चिन्तयति. तत्र चिन्तयेम. अस्तु, सत्यभामा भगिनी पठति वा? विरुद्धसप्रतिपक्षयोः भेदः. अत्र इदं चिन्त्यं वक्ष्यमाणसप्रतिपक्षस्थले अपि साध्याभावव्याप्यवत्तानिश्चयमुद्रया एव प्रतिबन्धकत्वम् उच्यते. परन्तु तत्र निश्चयः खेदौ साध्याभावस्य सिद्धान्तव्याप्तिं विषयीकरोति. अन्यच्च सप्रतिपक्षस्तरे वादिप्रतिवादिनौ भवतः. तौ च स्वस्य स्वस्य साध्यस्य साधनाय हेतुपन्यासं हेतूपन्यासं कुरुतः. तच्च साध्यद्वयं परस्पर अभावरूपं भवति इति एवम् आपतति यत् एकस्य वादिनः सो साध्यसिद्धये यः यत्नः सः द्वितीयस्य यद् साध्यं तदभावं साधयेत्। एवं द्वितीयस्य सिद्ध्यै यः यत्नः सः प्रथमस्य यद् साध्यं तदभावं साधयेत्। यथा च सङ्ग्रहकृता उदाहृतं शब्दः नित्यः श्रवणत्वात् शब्दः अनित्यः कृतकत्वात् इति च अत्र यो यः हि वादिश्रवणत्वेन नित्यत्वसाधनाय प्रेतते सः प्रतिवादिनः साधस्य अनित्यत्वस्य अभावमेव खलु साधयति। एवं द्वितीयः कृतकत्वहेतुना अनित्यत्वसाधनाय यतमानः आद्यस्य नित्यत्वस्य अभावमेव इह वाञ्छति। अस्तु, तावद् वदतु। अत्र इदं चिन्त्यं वक्ष्यमाणसप्रतिपक्षस्थले अपि साध्य इदानीम् अस्मिन् परिच्छेदे द्वयोः भेदः न उक्तः, किन्तु अग्रे पश्यति यावत् भवत्या पठितं तत्र न उक्तं, किन्तु वदतु सप्रतिपक्षस्तरे कथं आकारज्ञानस्य हेतौ किं साधयति इति चेत् ज्ञानद्वयम् अत्र उक्तमस्ति। एकम् अत्र पङ्क्तिशः पठित्वा एकवारं वदतु। वक्ष्यमाणसत्प्रतिपक्षस्थले अपि साध्याभावव्याप्य व्याप्यवत्तानिश्चयमुद्रया एव प्रतिबन्धकम् उच्यते। कथं हेतुभासं निरूपणं कृतम् इति चेत् साध्याभावव्याप्यवत्ता निश्चयमुद्रया तेन किं ज्ञातमिति यथा विरुद्धस्थले साध्याभावव्याप्यवत्ता निश्चयमुद्रया दोषः कल्प्यते तदा तथा अत्रापि सत्प्रतिपक्षस्थले अपि साध्याभावव्याप्यवत्ता निश्चयमुद्रया एव प्रतिबन्धकत्वम् उच्यते। अस्तु, अग्रे। परन्तु तत्र निश्चयः हेतौ साध्याभावस्य सिद्धान्तव्याप्तिं विषयीकरोति। सप्रतिपक्षस्थले न परन्तु तत्र निश्चयहेतौ विरोधिस्थले इति वा विरोधिनिश्चयः तत्र विरोधिस्थले सिद्धान्तव्याप्तिं विषये निश्चयः हेतौ साध्याभावस्य सिद्धान्तव्याप्तिं विषयीकरोति। एकनिमिषं, न तत्र इत्युक्ते सत्प्रतिपक्षस्थले एव किन्तु अत्र वयं सत्प्रतिपक्षस्थले एव अन्यच्च सत्प्रतिपक्षस्थले वादिप्रतिपक्षोपि चिन्तनीयं किमर्थम् एतद् वाक्यं परन्तु इति किमर्थं लिखितम्? परन्तु मीन्स् विरोधिस्थले अत्र भिन्नव्याप्तिः स्वीकृतं खलु व्यतिरेकव्याप्तिः स्वीकृता व्यतिरेकव्याप्तिः वयं तृतीयव्याप्तिः तृतीयव्याप्तिः स्वीकृता अस्ति विरोधस्थले। व्याप्तेः आकारः कः, लक्षणं किं? केवलं साध्याभावव्यापकीभूताभावप्रतियोगित्वं विरुद्धस्थले साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तिलक्षणं स्वीकृत्य तदभावव्याप्यवत्ता मुद्रा निरूपिता अस्ति। किन्तु सत्प्रतिपक्षस्थले का व्याप्तिः स्वीक्रियते? सिद्धान्तव्याप्ति हेतु अधिकरणनिष्ठ अत्यन्ताभावप्रतियोगित्वम् हेतु अधिकरणनिष्ठ अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम् इति खलु तावद् वक्तव्यं प्रतियोगित्वम् इति नास्ति। हेतु अधिकरणनिष्ठाभाव प्रतियोगि साध्यसामानाधिकरणम् अप्रतियोगि खलु हेतु अधिकरणनिष्ठ अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम् अस्तु अन्यच्च इत्युक्ते एकः भेदः एतत् ओके सत्प्रतिपक्षस्थले सिद्धान्तव्याप्तिम् अवगाहति मुद्रा किन्तु विरुद्धस्थले तृतीयव्याप्तिः अवगाहते इति एकः भेदः अन्यच्च द्वितीयः भेदः वा सत्प्रतिपक्षस्थले वादिप्रतिवादिनौ भवतः अत्र यत्र वादिप्रतिवादिनौ भवतः तत्र सत्प्रतिपक्षः तर्हि सर्वदा वादिप्रतिवादिनौ भवतः अस्तु तौ च स्वस्य स्वस्य साध्यस्य साधनाय हेतु उपन्यासं कुरुतः अस्तु अग्रे तच्च साध्यद्वयं परस्पर परस्परम् अभावरूपं भवति इति एवम् आपतति एकस्मिन् अत्र वाक्यद्वयम् उदाहरणवाक्यद्वयमस्ति खलु तत् शब्दः नित्यः श्रवणत्वात् इति एकम् उदाहरणं द्वितीयं शब्दः अनित्यः कृतकत्वात् इति अत्र तुलना करोतु तयोः मध्ये शब्दः स्थलद्वये अपि पक्षः शब्दः एव किन्तु साध्यम् अस्ति एकस्य साध्यमस्ति नित्यः अन्यत्र अस्ति अनित्यः अनित्यत्वम् इति एकत्र नित्यत्वम् इति तर्हि तत्र एकस्मिन् पक्षे यद् वदति भावः वदति तस्य अभावः द्वितीयः वदति इति तादृशं भवेत् आकारः एकस्मिन् तर्हि सत्प्रतिपक्षस्थले वादिद्वयं भवेत् यस्मिन् एकस्मिन् वादे यः साध्यः अस्ति तस्य अभावः द्वितीयस्य भवेत् अस्तु अग्रे यत् एकस्य वादिनः साध्यसिद्धये साध्यसिद्धये यः यत्नः सः द्वितीयस्य यत् साध्यं तद् अभावं साधयेत् यत् एकस्य वादिनः साध्यसिद्धये यः यत्नः सः द्वितीयस्य यत् साध्यं तद् अभाव इदानीं एवं द्वितीयस्य तदेव द्वितीयस्य स्वसाध्यसिद्धयै यः यत्नः सः प्रथमस्य यद् साध्यं तदभावं साधयेत् यथा च सङ्ग्रहकृता उदाहृतं शब्दः नित्यः श्रवणत्वात् शब्दः अनित्यः कृतकत्वात् इति च अत्र यो हि यः हि वादि श्रावणत्वेन नित्यत्वसाधनाय प्रयतते सः प्रतिवादिनः साध्यस्य अनित्यत्वस्य अभावमेव खलु साधयति तद् समीचीनम् एवं द्वितीयः कृतकत्वहेतुना अनित्यत्वसाधनाय यदयामः आद्यस्य नित्यत्वस्य अभावमेव खलु इह वाञ्छति तद् उक्तम् यदि द्वयोः यद् साध्यमस्ति तद् परस्परम् अभावरूपेण अपि भवति यदि नित्यत्वं साधयामः चेत् अत्र अनित्यत्वस्य अभावः आगच्छति सत्यम् इति अस्ति अस्तु अत्र अग्रे गमनात् पूर्वम् अत्र टङ्कनदोषः अस्ति वा किञ्चित् व्याकरणविषये चिन्तनीयं वा स्वसाध्यसिद्धये इति एकत्र अस्ति स्वसाध्यसिद्ध्यै इति अन्यत्र अस्ति सिद्ध्यै इति कीदृशपदम् अस्ति इति न अवगतम् सिद्धिः इकारत स्त्रीलिङ्गपदमस्ति चेत् लक्ष्म्यै इति भवति खलु चतुर्थी लक्ष्म्यै तर्हि उभयमपि चतुर्थी एकवचनमेव इति मम भाति किन्तु रूपद्वयमस्ति इति कृत्वा अत्र उभयमपि दत्तमस्ति भाति मम स्वसाध्यसिद्ध्यै कुत्रचित् तादृशरूपाणि भवन्ति खलु भवन्तु हा इति कृत्वा तादृशं दत्तमस्ति इति भाति मम एवल् महोदय किं चिन्तयति सिद्ध्यै इति एव समीचीनं परन्तु सिद्धये इति अहं तु न दृष्टं कुत्रापि अतः न जानामि सिद्धये महोदय मतिशब्दवत् किल महोदय मतिशब्दवत् मतिः अपि भवितुमर्हति मतये अपि भवितुमर्हति तदेव तर्हि तादृशमस्ति उत्तमं भगिनि मत्यै मतये इति रूपद्वयं भवति चतुर्थौ तर्हि तादृशरूपद्वयमस्ति इति कृत्वा ग्रन्थकारः तदपि बोधयति स्वसाध्यसिद्धये इति एकस्मिन् स्वसाध्यसिद्ध्यै उभयमपि समानमेव सङ्कटदोषः नास्ति अस्तु समीचीनं तर्हि एतावत्पर्यन्तं सत्प्रतिपक्षस्थले सिद्धान्तव्याप्तिं विषयीकरोति इति एकः भेदः विरुद्धस्य अपेक्षया द्वितीयं तु वादिप्रतिवादिनौ भवतः तर्हि वादिप्रतिवादिनयोः मध्ये कः भेदः अस्ति इति चेत् यस्मिन् पक्षे साध्यमस्ति तस्य अभावः प्रतिपक्षिणः अस्ति इति भेदद्वयम् अस्माभिः इदानीं दृष्टम् अस्तु वर्षा भगिनी अग्रे पठति वा किञ्च किञ्च सत्प्रतिपक्षस्थले तस्य यत् साध्यं तद् अभावव्याप्ययोः हेत्वोः पक्षे भानं भवति इति तद् अभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकत्वं वक्तव्यम् अत्र सत्प्रतिपक्षस्थले वाक्यद्वयं भवति एकः वादिप्रतिवादिनौ द्वौ भवतः अत्र अत्र कीदृशमुद्रया प्रतिबन्धकत्वं वक्तव्यम् इत्युक्ते परस्पर अत्र तद् अभावव्याप्यवत्ता निश्चयमुद्रया अत्र वक्तुं शक्यते प्रतिबन्धकत्वं हेतुमत्ता ज्ञान अपेक्षा न भवति अत्र अत्र पृथक् हेतुमत्ता ज्ञान अपेक्षा न भवति इति सत्प्रतिपक्षस्थले दत्तमस्ति परन्तु हेतुद्वयमपि पक्षे भवेत् तदेव सत्प्रतिपक्षः इति भवति किल महोदय एकनिमिषम् क्षम्यतां वदतु भगिनि अत्र दत्तमस्ति हेतुमत्ता ज्ञान अपेक्षा न भवति इति परन्तु अत्र हेतु पक्षे भवेत् एव हेतुमत्ता ज्ञानम् इत्युक्ते पक्षधर्मता ज्ञानं किल हा हेतुमत्ता ज्ञान अपेक्षा न भवति अग्रे पठतु नैवं विरुद्धे विरुद्धे किमस्ति विरुद्धे तु हेतुः पक्षे एव नास्ति अत्र उदाहरणवाक्ये नैवं विरुद्धे इत्युक्ते किं महोदय अत्र हेतुमत्ता ज्ञान अपेक्षा भवति इति न एवं विरुद्धे इत्युक्ते हेतुमत्ता ज्ञान अपेक्षा अत्र भवति इति अत्र ज्ञानान्तर अपेक्षा दर्शिता एव अन्यच्च न अत्र वादिप्रतिवादि तस्मात् पूर्वम् अन्यच्च इत्युक्ते इदानीम् इतोपि एकः विषयः इति तर्हि तस्मात् पूर्वम् एतावत्पर्यन्तं किं निश्चितम् हेतुमत्ता ज्ञान अपेक्षा सत्प्रतिपक्षे नास्ति परन्तु विरुद्धे अस्ति इति हेतुमत्ता ज्ञाता ज्ञान अपेक्षा इत्यस्य अर्थः कः हे साध्यसामानाधिकरण्यम् इति वा नो चेत् पक्षधर्मता इति वा तदेव मम क्लेशः अस्तु साध्यसामानादिकरण्यं पक्षधर्मता उभयोः मध्ये कः भेदः इति चिन्तयतु साध्यसमानाधिकरण्यं हेतौ भवेत्। प्रथमं पक्षधर्मता वदतु। पक्षधर्मता इत्युक्ते हेतुः पक्षे भवेत्। तावदेव खलु? हा महोदय, साध्यसमानाधिकरण्यम् इत्युक्ते साध्यः यः यत्र अस्ति तत्र तदेव अधिकरणे हेतुः अपि भवेत्, तदेव साध्यसमानाधिकरण्यम्। हा तर्हि इदानीम् अनयोः मध्ये किञ्चित् चिन्तनं करोतु, पक्षधर्मता अपि च साध्यसमानाधिकरण्यम्। हा सो हेतुमान् पक्षः इति वक्तव्यं वा, नो चेत् हेतुमान् अधिकरण्यं सामानाधिकरण्यम् इति वक्तव्यं चेदपि तदपि पक्षमेव निर्दिशति। अतः हेतुमान् हेतुः पक्षे अस्ति इति, दट् इस् अ ब्रोडर् सेट्। विच् दट् मीन्स् विच् हेतु पक्षे अस्ति इस् अ ब्रोडर् सेट् देन् हेतु इस् इन् द सेम् अधिकरण एस् द साध्य। सो वेन् यु से हेतुमत्ता ज्ञानापेक्षा विच् वन् शुड् बि टेक्? नो नो, इदानीं मम प्रश्नस्य विषये चिन्तयतु। पक्षधर्मता ज्ञानं, पक्षधर्मता ज्ञाने किम् अवगाहते, के पदार्थाः अवगाहन्ते? पदार्थद्वयम् अवगाहन्ते। हा तौ कौ वदतु? अग्रे पदार्थत्रयं भवति किल महोदय, हेतौ पक्षे केन सम्बन्धेन वर्तते इति अपि अवगाहन्ति किल? जस्ट् लैक् इन् भवतु, अत्र सम्बन्धः इदानीं त्यजेम। हा ओके, सो टु पक्ष एण्ड् हेतु। हा तर्हि पक्षे हेतुः वर्तते वा इति चिन्तनं पक्षधर्मताज्ञानं खलु। पक्षधर्मताज्ञाने पक्षे हेतुः अस्ति वा इति पक्षधर्मताज्ञानम् अवगाहते। किन्तु साध्यसामानाधिकरण्यं, साध्यसामानाधिकरण्यं किम् अवगाहते, तत्र के पदार्थाः अवगाहन्ते? पदार्थत्रयमस्ति अत्र, साध्यः भवेत्, साध्यः अपि च तस्य अधिकरणं, तदनन्तरं हेतुः। हा खलु, तर्हि साध्यसामानाधिकरण्ये पक्षधर्मता अन्तर्भूता अस्ति। हा तत्सट्। हा तस्माद् उपरि साध्यमपि अस्ति वा इति ज्ञानं भवति। हा तर्हि तदेव अत्र वदति हेतुमत्ता ज्ञान, हेतुमत्ता ज्ञानम् इत्युक्ते पक्षधर्मता ज्ञानम्। हेतुमत्ता ज्ञानम् इत्युक्ते पक्षधर्मता ज्ञानम् इत्युक्ते हेतुः पक्षे अस्ति वा, हेतुः पक्षे अस्ति चेत् पक्षे पक्षः हेतुमत् भवति, हेतुमान् भवति। तर्हि हेतुमत्ता कुत्र अस्ति? पक्षे अस्ति। तर्हि पक्षधर्मता ज्ञानं, हेतुमत्ता ज्ञानम् अत्र पक्षतः किञ्चित् विपरीत्यरीत्या उक्तं। पक्षधर्मता कुत्र भवेत्? हेतौ, हेतौ। हेतुमत्ता कुत्र भवेत्? पक्षे। हा इति विपरीत्यरीत्या उक्तं तावदेव। किन्तु हेतुमत्ता ज्ञानं, पक्षधर्मता ज्ञानं, ज्ञानद्वयमपि पदार्थद्वयमेव अवगाहते खलु। पक्षः अपि च हेतुः अनयोः मध्ये सम्बन्धः, तदेव अवगाहते। किन्तु साध्यसामानाधिकरण्यम् इति विरुद्धस्थले इत्युक्ते अत्र किं वदति आचार्यः, सत्प्रतिपक्षस्थले हेतुमत्ता ज्ञान अपेक्षा नास्ति इत्युक्ते साध्यसामानाधिकरण्यं वा अस्ति वा न वा इति सत्प्रतिपक्षस्थले न चिन्तयन्ति, पक्षधर्मता अस्ति वा इति न चिन्तयन्ति, अपि च हेतुमत्ता अस्ति वा, पक्षे हेतुमत्ता अस्ति वा इति अपि न चिन्तयन्ति सत्प्रतिपक्षस्थले। किन्तु विरुद्धस्थले तद् आवश्यकं खलु इति बोधः। विरुद्धस्थले साध्यसामानाधिकरण्यम् अस्ति वा, साध्यसामानाधिकरण्यम् इत्युक्ते पक्षधर्मता अस्ति वा, हेतुमत्ता अस्ति वा, अपि च साध्यमपि अस्ति वा इति त्रयाणां पदार्थानाम् अत्र परस्परसम्बन्धः अवगन्तव्यः अस्ति। किन्तु साध्य अत्र द्वितीयमस्ति खलु, हे व्याप्तिः, व्याप्तौ के पदार्थाः सन्ति व्याप्तिज्ञाने? साध्यः हेतुः। हा वस्तुतः सत्यं, साध्यः हेतुः उभयमेव खलु। तर्हि तत्र पक्षस्य चिन्तनमेव नास्ति। तर्हि सत्प्रतिपक्षस्थले केवलं व्याप्तिचिन्तनमेव भवति, अत्र न इत्युक्ते पक्षविषये चिन्तनमेव न भवति इति बोधः। हेतुमत्ता ज्ञान अपेक्षा न भवति कुत्र? सत्प्रतिपक्षस्थले। किन्तु विरुद्धे ज्ञानान्तर अपेक्षा दर्शिता एव, इत्युक्ते तत्र शब्दः शब्दस्य आवश्यकता अस्ति, पक्षे चिन्तनीयं, पक्षे हेतुः अस्ति वा, पक्षे साध्यमस्ति वा, साध्यसामानादिकरण्यं पक्षे जायते वा इति चिन्तनीयमेव। नो चेत् कुत्रचित् जायते वा, पक्षे न जायते चेदपि यत्र यत्र नित्यत्वमस्ति तत्र तत्र कृतकत्वमस्ति वा इति तादृशं यदा कदापि सन्दर्भः अस्ति वा इति चिन्तनीयं, किन्तु तादृशचिन्तनमेव अत्र न कार्यम् इति उक्तम्। अस्तु, इति तृतीयः भेदः। अग्रिमम् अन्यच्च चतुर्थः भेदः। अन्यच्च न अत्र वादिप्रतिवादिभ्यां परस्परसाध्य अभावसाधनाय प्रवृत्तम्, किन्तु कश्चित् वादी भ्रान्तः, वस्तुतः साध्य अभावसाधकं हेतुं साध्यसाधकं मत्वा कथायाम् उपस्थापयति, एवं च तद् अभावव्याप्यवत्ता निश्चयत्वेन प्रतिबन्धकत्वे तुल्य अपि एवं विधाने एवं विधान एकवैलक्षण अनेक एवं विध अनेकवैलक्षण्यानि अनयोः सन्ति। ओके, सो लास्ट् पायिण्ट् इस् अत्र वादिप्रतिवादिभ्यां परस्परसाध्य अभावसाधनाय प्रवृत्तम् इति अस्ति। अत्र अस्ति एकवाक्यं तु सम्पूर्णतया भ्रमः वाक्यमस्ति, किमर्थं चेत् तत् अत्र हेतुं साध्यसाधकं मत्वा अत्र यः वक्ता अस्ति सः दोषेण उक्तं, परन्तु द्वितीयवाक्येन तद् अभावव्याप्यवत्ता निश्चयमुद्रया अत्र प्रतिबन्धकज्ञानं अत्र किञ्चित् सावधानतया चिन्तनीयं, क्रमेण चिन्तयेम। अस्य वाक्यस्य अर्थं वदतु। अन्यच्च न अत्र वादिप्रतिवादिभ्यां परस्परसाध्य अभाव साधनाय प्रवृत्तम् इत्यस्य वाक्यस्य अर्थः कः? वादिप्रतिवादिभ्यां परस्परसाध्य अभावसाधनाय प्रवृत्तम्। Apart from this, in this case, it is not so that between the vadi and the prativadi, the paraspara sadhya abhava sadhana is not paraspara sadhya sadhya abhava sadhana is not sought to be done. Is that correct? Yeah, but do you understand what you said? Kimartham etad vakyam atra likhitam asti. We are not trying to question the fitness of that. We'll take that example. Mother, shabdha nityaha shravanatvat, shabdha anityaha kritakatvat. When we take these two sentences, we are not trying to question the fitness of sentence. We are not trying to prove that sadhya abhava sadhakam. We are not like in the previous case of virudha, sadhya abhava vyapakaha, vyapyaha hetuhu iti. वयं वक्तुं प्रयत्नं कुर्मः, परन्तु अत्र तु साध्य अभाव व्याप्यत्वस्य विषये एव चर्चा न अस्ति। अत्र देर् आर् टु इण्डिपेण्डेण्ट् वाक्यस् टु इण्डिपेण्डेण्ट् हेतुस् एण्ड् दि साध्य इस् डिफ्रेण्ट् बट् साध्य अभावेन हेतुः व्याप्यः न भवति, सो देट् इस् द डिफ्रेन्स्। न बुद्धं भवती न अवगच्छति एतावत्पर्यन्तं यथा यथा यथा प्रतिपादितवती। अस्तु, मेहुल् महोदय अत्र किञ्चित् अनुसरतु भवतः अवगमनं किम् अस्य वाक्यस्य अर्थः कः? अत्र अन्यदेकः भेदः उक्तः अस्ति विरुद्ध अपि च सत्प्रतिपक्षयोः मध्ये। अत्र वादिप्रतिवादिभ्यां परस्परसाध्याभावसाधनाय प्रवृत्तं कुत्र अस्ति? तर्हि सत्प्रतिपक्षे वादिप्रतिवादि परस्परसाध्याभावसाधनाय प्रवृत्तम् अस्ति, परन्तु विरुद्धहेत्वाभासे तत् नास्ति इति तदपि नास्ति महोदय इति अहं मन्ये। अत्र पुनः एकवारं तद् वाक्यं पठतु। अन्यच्च न अत्र वादिप्रतिवादिभ्यां परस्परसाध्याभावसाधनाय प्रवृत्तम्। तर्हि अत्र न अन्यच्च न अत्र अत्र इति पदेन किं स्वीकर्तव्यं? हा अत्र इति पदेन अहं चिन्तयामि अत्र विरुद्ध हेत्वाभासः इति स्थले न इति नास्ति, सत्प्रतिपक्षः एव। ओ सत्प्रतिपक्षः वा। अस्मिन् बिन्दौ विरुद्धः अपि च सत्प्रतिपक्षः अनयोः मध्ये भेदः न उक्तः अस्मिन् वाक्ये, तद्विवक्षा एव नास्ति। ओ अन्यच्च महोदय इतोपि एकं बिन्दु अत्र योजितम् इति चिन्तयामि महोदय। अन्यच्च इत्युक्ते अन्यः भेदः इति नास्ति, अन्यः विषयः सत्प्रतिपक्षस्थले। ओ अस्तु, अन्यः एकः विषयः, वस्तुतः अत्र भेदः नास्ति। अन्यः एकः विषयः, तर्हि एषः विषयः कः अत्र? वादी वादी अपि च प्रतिवादी द्वयोः अपि परस्परसाध्याभावसाधनाय प्रवृत्तमस्ति इति अन्यः विषयः वा? न, वस्तुतः अत्र परस्परसाध्याभावसाधनाय इति वर्षा भगिनी तस्मिन् विषये चिन्तयति, भवान् अपि तस्मिन् विषये एव चिन्तयन्नस्ति, तद् त्यजतु। यदि अन्यच्च न अत्र वादिप्रतिवादिभ्यां प्रवृत्तम् इत्युक्ते परस्परसाध्याभावसाधन परस्परसाधनाय प्रवृत्तम्, अत्र साध्य अभाव इति त्यजतु मध्ये। इत्युक्ते अत्र आशयः सतिभम भगिनी वदतु, तदनन्तरम् अहं प्रतिपादयामि। द्वितीयवाक्यं पठामः चेत् अर्थबोधः जायते इति तर्हि पठित्वा वदतु। वादिप्रतिवादीभ्यां परस्परसाध्याभावसाधनाय प्रवृत्तम् इति न, किन्तु किञ्चित् वादिभ्रान्तः वस्तुतः साध्याभाव कश्चित् वादिभ्रान्तः वस्तुतः साध्याभावसाधकं हेतुं साध्यसाधकं मत्वा कथायाम् उपस्थापयति, एवञ्च तथा अभावव्याप्यवत्ता निश्चयत्वेन प्रतिबन्धकत्वे तुल्ये अपि एवं विधाने वैलक्षण्यानि अनयोः अनेकवैलक्षण्यानि एकं विध त्यजतु। तर्हि इदानीं वदतु, द्वितीयवाक्यं पठित्वा अवबोधः जायते इति उक्तवती खलु, तर्हि अन्यच्च न अत्र वादिप्रतिवादिभ्यां परस्पर साध्याभावसाधनाय प्रवृत्तम् इति वाक्यस्य अर्थः कः? तेन किं मया अवगतम् इति चेत् वस्तुतः तयोः एकस्य एकत्र प्रथमवाक्ये यत् साध्यमस्ति तेन साधनेन द्वितीयस्य अभावः इति आगच्छति, किन्तु तदर्थं सः न प्रवृत्तम् इति। अत्र इत्युक्ते किं पुनः तदेव वदति, अत्र किम् अस्ति इत्युक्ते अत्र द्वितीयवाक्यात् अस्ति, एकः जनः वादी अस्ति, सः भ्रान्तः साध्याभावसाधकं हेतुं स्वीकृत्य तदेव साध्यसाधकं भवति इति मत्वा स्वस्य कथायाः उपस्थापनं करोति इति सत्प्रतिपक्षे अस्ति, न केवलं तत्र न तु वादिप्रतिवादिभ्यां परस्परसाध्याभावसाधनाय ते प्रवृत्तः नास्तः, परन्तु एकः वादी स्वस्य साध्यस्य साधकम् एतदेव हेतु अस्ति इति मत्वा स्वस्य कथायाम् उपस्थापनं करोति इति अहं मन्ये। भवतु, इत्युक्ते अत्र आशयः कः इति चेत् सर्वे शृण्वन्तु, इदानीं सत्प्रतिपक्षः इति हेत्वाभासस्य एकविधः अस्ति खलु? आमां। तर्हि यत्र यत्र हेत्वाभासः हेत्वाभासविषये चिन्तयामः तत्र किं ज्ञानं न जायते इति एव प्रश्नः, इति एव चिन्तनं खलु? अनुमितिः न जायते वा, परामर्शः न जायते वा इति चिन्तनमस्तु सर्वत्र हेत्वाभासस्थले, सम्पूर्णहेत्वाभासस्थले अनुमितिः न जायते वा, परामर्शः न जायते वा, तत्र प्रतिबन्धज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य आकारः कः, कथं वा प्रतिबन्धकत्वं सिद्ध्यति, कया मुद्रया अत्र प्रतिबन्धकः प्रतिबध्यते, सः तर्हि दोषः कः, तदनन्तरं दुष्टत्वं कथं सम्पादयति, सम्पादनं भवति, सम्पाद्यते इति तादृशचिन्तनमस्ति खलु सामान्य, तदेव हेत्वाभासस्थले चिन्तनं सत्यम्। एतावत्पर्यन्तं साधारणे असाधारणे विरुद्धे च एतादृशचिन्तनमेव अस्माभिः कृतम्। तर्हि सत्प्रतिपक्षः अपि हेत्वाभासस्य एकविधः अस्ति, किन्तु अत्र वादद्वयमस्ति। तर्हि अस्य हेत्वा सत्प्रतिपक्षचिन्तने चिन्तनस्य लक्ष्यं किम् इति चेत्, एकः वदति शब्दः नित्यः श्रावणत्वात्, अन्यः वदति शब्दः अनित्यः कृतकत्वात्, अनयोः मध्ये कः समीचीनं वदति इति निर्णेतुं सत्प्रतिपक्षस्य चिन्तनं नास्ति, तद् लक्ष्यं नास्ति। तदर्थम् अत्र वाक्यद्वयं न उक्तं। तर्हि अस्माभिः अस्माकं प्रवृत्तिः कस्मिन् विषये इति चेत्, वि आर् नाट् लैक् सिटिङ्ग् लैक् अ जड्ज्। इदानीं वादिप्रतिवादिनः अस्माकं पुरतः आगतः आगन्तौ, तर्हि शब्दः नित्यः श्रावणत्वात् इति एकः वदति, शब्दः अनित्यः कृतकत्वात् इति अन्यः वदति, तर्हि तयोः मध्ये तस्य वचनं समीचीनम् इति निर्णेतुम् अस्माभिः न प्रवृत्तम्। तर्हि किमर्थं प्रवृत्तम् इति चेत्, एतादृशवाक्यं श्रुत्वा, वाक्यद्वयं श्रुत्वा इदानीम् अनुमितिविषये चिन्तनम्, अन्ततो गत्वा अनुमितिः जायते खलु, नो चेत् अनुमितेः प्रतिबन्धक अनुमितेः प्रतिबन्धकं भवेत्, नो चेत् परामर्शस्य प्रतिबन्धं भवेत्। तदर्थम् अस्माकं प्रवर्तनमस्ति इति उच्यते, बुद्धं खलु? अन्यच्च न अत्र सत्प्रतिपक्षस्थले वादिप्रतिवादिभ्यां परस्परसाध्य अभावसाधनाय प्रवृत्तम् इत्युक्ते तयोः मध्ये कः समीचीनमुक्तम् इति नास्ति। तर्हि किम् इति चेत्, किन्तु कश्चित् वादी भ्रान्तः वस्तुतः साध्य अभावसाधकं हेतुं साध्यसाधकं मत्वा कथायाम् उपस्थापयति, एवमेव सः वदति। तर्हि शब्दः नित्यः श्रावणत्वात् इति एकः वदति, शब्दः अनित्यः कृतकत्वात् इति अन्यः वदति। अस्तु, तर्हि इदानीं वाक्यद्वयं श्रुत्वा अत्र कः भ्रान्तः भवितुमर्हति? यदि शब्दः नित्यः श्रावणत्वात् इति वादी इति चिन्तयतु, शब्दः अनित्यः कृतकत्वात् इति प्रतिवादी इति चिन्तयतु, अनयोः मध्ये कः भ्रान्तः? वादी इति भ्रान्तः, वादी खलु, शब्दः नित्यः श्रावणत्वात् इति यः वदति सः भ्रान्तः अस्ति। सत्यं, शब्दः अनित्यः कृतकत्वात्। तर्हि वाक्यद्वयं श्रुत्वा यदि अस्माभिः निर्णीयते यद् भवान् वदति शब्दः नित्यः श्रावणत्वात् तद् असत्यं, तद् भ्रान्तिः अस्ति, शब्दः अनित्यः कृतकत्वात् इति यद् भवान् वदति प्रतिवादी वदति तदेव सत्यम् इति निर्णयार्थम् एतत् चिन्तनं नास्ति। हेतौ दुष्टत्वं सम्पादनीयं, तद् दुष्टत्वं कथं साधयति इति चेत् मुद्रया, तद् तद् तद्वत्ता मुद्रया, नो चेत् तदभावव्याप्यवत्रा मुद्रया सम्पादनीयं। तदर्थम् अस्माभिः प्रवृत्तम्, हेतौ दुष्टत्वं सम्पादनार्थम् अस्माभिः प्रवृत्तं, न तु वादिप्रतिवादिनोः मध्ये कः भ्रान्तः कः समीचीनं वदति इति निर्णयार्थम्। बुद्धं खलु? तर्हि अन्यच्च न अत्र वादिप्रतिवादिभ्याम् इति वाक्येन विरुद्धसत्प्रतिपक्षयोः मध्ये भेदः न उक्तः, केवलं सत्प्रतिपक्षचिन्तने एतदपि मनसि भवेत्। यथा यथा इदानीम् अस्माभिः चिन्तितं, मया पृष्टं खलु शब्दः नित्यः श्रावणत्वात् शब्दः अनित्यः पृथकत्वात्, अनयोः मध्ये किं समीचीनं वाक्यं? शब्दः अनित्यः पृथकत्वात् इति एव समीचीनं वाक्यं. शब्दः नित्यः श्रावणत्वात् इति वाक्यं भ्रमात्मकमस्ति इति निर्णेतुम् अस्माभिः न प्रवृत्तम्. तत्र हेतौ दुष्टत्वं सम्पादनीयं. कस्मिन् हेतौ कीदृशदोषः अस्ति तेन दुष्टत्वं सम्पाद्यते इति चिन्तनार्थम् अस्माभिः प्रवृत्तम्. किमर्थमित्युक्ते इदानीं हेत्वाभासप्रकरणमस्ति, न तु एतद् इट् इस् नाट् अ कोर्ट्. सत्यं तदेव अत्र उक्तम्. श्रावणत्वे कः दोषः, कृतकत्वे कः दोषः इति एव अस्माकं चिन्तनं. हा, कृतकत्वे वा श्रावणत्वे वा तदग्रे गत्वा पश्येम. कथञ्चित् श्रावणत्वे दोषत्वं सम्पादनीयं. यदि श्रावणत्वे दोषः अस्ति तदा श्रावणत्वे दोषत्वं सम्पादनीयं. कथं सम्पादनीयम् इति चेत् द्वितीयवाक्यं श्रुत्वा सम्पादनीयम्. शब्दः अनित्यः कृतकत्वात् इति वाक्यं श्रुत्वा शब्दः नित्यः श्रावणत्वात् इति वाक्ये श्रावणत्वम् इति हेतौ दुष्टत्वं सम्पादनीयं कथञ्चित्. तदर्थम् अस्माभिः प्रवृत्तम् इति मनसि भवेत्. नो चेत् अत्र यथा अस्माभिः इदानीं निर्णीतं, हा शब्दः नित्यः श्रावणत्वात् इत्यत्र यद्भवता उक्तं तद् असमीचीनमस्ति इति तत्र चिन्तनं स्थगयति. किन्तु तदस्माकं लक्ष्यं नास्ति. सत्प्रतिपक्षत्वम् इति दोषः दुष्टहेतौ सम्पादनीयमस्ति, हेत्वाभासः सम्पादनीयः अस्ति इति तदर्थं प्रवृत्तम् इति उक्तम्. किन्तु कश्चित् वादी तदभाव भ्रान्तः वस्तुतः साध्याभावसाधकं हेतुं साध्यसाधकं मत्वा तथायाम् उपस्थापयति. तर्हि तत्र कथम् इति अन्ततो गत्वा हेत्वाभासे एव अस्माकं चिन्तनं. वाक्यद्वयोः मध्ये किं समीचीनम् इति चिन्तनार्थम् अस्माभिः न प्रवृत्तम्, हेत्वाभासचिन्तनार्थम् अस्माभिः प्रवृत्तम् इति बोधः. एवं च तदभावव्याप्यवत्तानिश्चयत्वेन प्रतिबन्धकत्वे तुल्ये अपि, इत्युक्ते अत्रापि तदभावव्याप्यवत्तानिश्चयमुद्रा एव अस्ति. किन्तु अत्र सिद्धान्तिव्याप्ति व्याप्तिम् अवगाहते अत्र, इत्युक्ते सत्प्रतिपक्षस्थले इति भेदः. वादिप्रतिवादिनौ भवतः इति द्वितीयभेदः. तत्र वादिप्रतिवादिनोः वाक्ययोः तत्र एकस्य यत्र साध्यमस्ति तस्यैव अभावः अन्यस्मिन् वाक्ये अस्ति इति बहवः भेदाः, अनेके वैलक्षण्याः आनयोः विरुद्धसत्प्रतिपक्षयोः सन्ति. अतः पूर्वम् उक्तः विरुद्धः वक्ष्यमाणस्तु सत्प्रतिपक्षः इति सुदृढः भेदः. इत्युक्ते यदा कदापि सत्प्रतिपक्षः अपि विरोधः एव इति न अस्माभिः न चिन्तनीयम्. यदा अग्रे चिन्तयेम सत्प्रतिपक्षस्य विषये, सत्प्रतिपक्षनिरूपणं कुर्मः, तदा तत्र उदाहरणं स्वीकृत्य तस्य अवगमनं सम्यक् लब्ध्वा तदनन्तरं किमर्थम् अत्र विरुद्धः नास्ति, विरुद्धसत्प्रतिपक्षयोः उदाहरणयोः मध्ये कः भेदः इति चिन्तनं कुर्मः तदनन्तरं, तदा इतोपि अर्थबोधः जायते. बुद्धं खलु? आं बुद्धं. तर्हि द्वयोः स्थले अत्र हेत्वाभासे तदभावव्याप्यवत्तानिश्चयत्वेन एव प्रतिबन्धकत्वम् आगच्छति. सत्य एतया मुद्रया इति साम्यम्, एकमेव साम्यं, परन्तु हा इति साम्यम् इत्युक्ते तदभावव्याप्यवत्तानिश्चयमुद्रया इति भवति चेत् तर्हि अत्र किं ज्ञानं न जायते? अनुमितिः न जायते वा, परामर्शः न जायते वा? हा, तदभावव्याप्यवत्तानिश्चयत्वेन परामर्शः न जायते इति अहं हा, यत्र व्याप्य इति पदं श्रूयते तत्र परामर्शः इति निश्चयेन वक्तुं शक्यते खलु? आं सत्यं. प्रथम व्याप्तिचिन्तनं परामर्शार्थमेव इति कृत्वा तदभावव्याप्यवत्तानिश्चयमुद्रया इति व्याप्य इति पदं शृणुमश्चेत् साक्षात् वक्तुं शक्यते. तदभाव इति वदति तावत् तावदेव उक्तं चेत् तदभाववत्तादिशयमुद्रया इति चेत् तत्र इदानीं तदभाव तत् इति पदेन हेतुः स्वीकृतं वा अन्यत् किमपि स्वीकृतं वा इति स्वीकर्त चिन्तनीयम्. मुद्राद्वयमस्ति खलु सत्यं तदभाववत्तानिश्चयमुद्रया इति एकं, तदभावव्याप्यवत्यानिश्चयमुद्रया इति द्वितीयं. तदभाववत्तामुत्रया इति वदति चेत् तत्र अनुमितेः प्रतिबन्धकमपि भवितुमर्हति, प्रतिबन्धकत्वमपि भवितुमर्हति, नो चेत् परामर्शस्यापि तत्र इतोपि चिन्तनीयं. किन्तु तदभावव्याप्य इति पदं, व्याप्य इति पदं शृणुमश्चेत् तत्र साक्षात् परामर्शे एव, परामर्शस्यैव प्रतिबन्धकत्वं भवति, प्रतिबद्ध प्रति परामर्शः एव प्रतिबद्धः भवति इति, प्रतिबद्धः भवति इति अवगन्तुं शक्नुमः. तर्हि तत्र साम्यमस्ति, तदभावत्तव्याप्यवत्तानिश्चयमुद्रया एव विरुद्धे अपि च सत्प्रतिपक्षस्थले परामर्शज्ञानं प्रतिबध्नाति. किन्तु एते वैलक्षण्याः सन्ति. सिद्धान्तव्याप्तिम् अवगाहते अत्र सत्प्रतिपक्षस्थले विरुद्धस्थले अत्र तृतीयः व्याप्तिः अवगाहते इति एकः भेदः. अपि च वाद वादिप्रतिवादी इति वाक्यद्वयं भवति अत्र, अनुमानवाक्यद्वयं भवति सत्प्रतिपक्षस्थले. शब्दः अनित्यः श्रावणत्वात्, शब्दः अनित्यः कृतकत्वात्, अग्रे अपि दत्तम् इति वाक्यद्वयं भवति. वादिप्रतिवादिनौ भवतः सत्प्रतिपक्षस्थले केवलं वादिप्रतिवादिन इत्युक्ते शब्दः नित्यः श्रावणत्वात्, शब्दः आकाशगुणकः कृतकत्वात् इति अस्ति चेत् तत्र इदानीं सत्प्रतिपक्षः न भवति. किमर्थमित्युक्ते एकत्र साध्यमस्ति नित्यः, अन्यत्र आकाशगुणकः इति अस्ति. तर्हि तादृशं न भवति, भाव अभावः भवेत् साध्ये, साध्यस्य भावाभावः भवेत्, परस्परसाध्य अभाव अभावः भवेत्. साध्ययोः मध्ये भावाभावसम्बन्धः भवेत् एवं वक्तव्यं. साध्ययोः मध्ये, उभयोः वादिनोः साध्ययोः मध्ये भावाभावत्वं भवेत्. किन्तु अत्र एकः समीचीन, एकेन समीचीनतया उक्तम्, अन्येन असमीचीनतया उक्तम् इति निर्णेतुम् अत्र अस्माभिः न प्रवृत्तम् इति मनसि भवेत्. आम्, अत्र स्प्रेड्शीट् मध्ये सम्यक् उदाहरणमस्ति, सरलं, हृदः वन्यमान् धूमात्, हृदः वन्या भाववान् जलात् इति, तेन सम्यक् सरल उदाहरणमस्ति तत्. सत्यं, हृदः वन्यमान् धूमात् इति एकम् उदाहरणं, ह्रदः वह्ने अभाववान् जलात् इति अन्यद् उदाहरणम्. यत्र यत्र जलं तत्र तत्र वह्नि अभावः, अतः साध्य अभावेन व्याप्यः जलं तद्वत्त्वं पक्षे, उभयत्र पक्षः समानः समानः अस्ति. तर्हि वाक्यद्वयं भवति, वादिद्वयं भवति, उभयोः वाक्ययोः पक्षः समानः भवेत्, साध्ये साध्ययोः मध्ये भावाभावत्वं भवेत्, अपि च भिन्नभिन्नहेतुः भवेत्. तर्हि अत्र साध्य अभावेन व्याप्यः जलम् इति कृत्वा तद्वत्त्वं पक्षे अस्ति इति कृत्वा रदः वह्निः अभाववान् जलात् इति वाक्यम् असमीचीनमस्ति. तत्र प्रथम उदाहरणं वाक्यं स्वीकृत्य अपि वक्तुं शक्नुमः खलु, यत्र यत्र धूमः तत्र तत्र वह्निः इति, अतः तर्हि तेन साध्याभावेन व्याप्यः इति न भवति, साध्येन व्याप्यः धूमः इति भवति. हृदः वह्निमान् धूमात् इति अपि वाक्यम् असमीचीनमेव. हृदः वह्निः अभाववान् जलात् इति अपि असमीचीनमेव. वाक्यद्वयमपि असमीचीनम् अत्र खलु. हृदः वह्नि अभाववान् जलात् इति किमर्थम् असमीचीनं नास्ति? क्षम्यतां क्षम्यतां सत्यं सत्यं ह्रदः वह्नि अभाववान् जलात् इत्युक्ते इदानीं जलम् इति हेतुः वह्नि अभावः इति साध्यं तत्र व्याप्यव्यापकभावः अस्ति खलु अस्ति आम् अस्ति तर्हि यत्र यत्र जलम् अपि च इदानीं हृदे जलमस्ति इति कृत्वा अतः एव तद्वत्त्वं पक्षे साध्याभावेन व्याप्यः जलं तद्वत्त्वं पक्षे हृदौ अस्ति हृदे अस्ति इति कृत्वा प्रथमवाक्यं तत्र दोषाय सत्यं हृदः वह्निमान् धूमात् इति वाक्यं दोषाय तर्हि धूमे अत्र जलम् इति द्वितीयवाक्ये यदि हेतुः अस्ति तं हेतुं स्वीकृत्य धूमे दोषः तर्हि अत्र महान् कोलाहलं भवति इत्युक्ते अत्र दुष्टत्वसम्पादनार्थं बहु किमपि वक्तव्यं भवति अस्तु तर्हि अत्र स्थगेम वर्षा भगिनी बुद्धं खलु महोदय न अत्र अन्यच्च न अत्र वादिप्रतिवादिभ्यां परस्परसाध्य अभावसाधनाय न प्रवृत्तम् इति न अत्र प्रवृत्तम् इति उक्तं खलु सत्प्रतिपक्षस्य तद्वाक्यं बुद्धं खलु म्यूचुवल् रिलेशन्शिप् वि आर् नाट् ट्रैङ्ग् टु प्रूव् वि आर् नाट् इवन् ट्रैङ्ग् टु जड्ज् वेदर् द फस्ट् वन् इस् रैट् द सेकेण्ड् वन् इस् रैट् बट् करेक्ट् वाट् वि आर् सेयिङ्ग् इस् इट् इस् दट् इस् नाट् द इण्टेन्शन् एट् आल् हियर् That's all right. It's saying. Right. And we are like in the example that we took, Hradaha Vanyaman Dhumat, Hradaha Vanyaya Bhavan Jalat, Ityatra, Hradaha Vanyaya Bhavan Jalat, Iti Vakyam Samichinam Asti. Tarhi Tatra Yad Hetu Asti Jalam, Tat Sarvada Tadvatvam Hradaya Asti Iti Kritva, Vanyi Abhava Van, Apicha Jalam, Apicha Vanyaya Bhavan, Anayoham Adhya Vyapya Vapaka Bhavaha Asti Iti Kritva, यत्र यत्र जलं तत्र तत्र वन्याभावः अस्ति इति कृत्वा ह्रदः वन्यमान् धूमात् इति परा इति अनुमितिः न जायते इत्युक्ते ह्रदः वह्निमान् इति अनुमितिः न जायते वह्निः ह्रदः वह्निमान् अत्र धूमात् इति हेतुं त्यक्त्वा यदि घटात् इति यत्किमपि हेतुः अहं स्थापयामि तत्र क्लेशः एव नास्ति यतोहि यत्र यत्र जलं तत्र तत्र वन्यभावः इति व्याप्तिः अस्ति अतः एव यत्किमपि अन्यत् हेतुं स्वीकुर्मः तथापि ह्रदः वन्यमान् इति समीचीनं नास्ति इति इत्युक्ते यत्र यत्र जलं तत्र तत्र वन्यभावः इति व्याप्तिः अपि च तद्वत्त्वम् इत्युक्ते जलवत्त्वं हृदे सर्वदा अस्ति अतः द्वयोः इति ज्ञानमस्ति इति कृत्वा तर्हि सत्यं पक्षधर्मतापि व्याप्ति ज्ञानं द्वयमपि अस्ति इति कृत्वा इति कृत्वा ह्रदः वह्निमान् इति यदा कदापि न भवति न भवति किन्तु इदानीम् अन्ततो गत्वा धूमे दुष्टत्वं सम्पादनीयं तत् कथं धूमे दुष्टत्वं सम्पादनीयं तर्हि तत् कथम् इति अत्र महान् कोलाहलं भवति इति अहं चिन्तयामि बहिः किमपि वक्तव्यं भवति सम्हौ वि हव् टु जस्टिफै इन् धूमात् दुष्टत्वम् अतः एव मया उक्तम् अत्र धूमात् नो चेत् घटात् यत्किमपि वक्तुं शक्यते मीनात् यत्किमपि वक्तुं शक्यते भवतु अग्रे चिन्तयेम अत्र सगेम सर्वेभ्यो नमस्कारः धन्यवादः नमस्कारः धन्यवादः